यदिह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः। यदि पुनरहं न वर्तेय जातु कदाचित् कर्मणि अतन्द्रितः अनरसः सन् मम श्रेष्ठस्य सतः वर्त्ममार्गम् अनुवर्तन्ते मनुष्याः हे पार्थ सर्वशः सर्वप्रकारैः। उत्सीदेयुरिमे लोकाः न कुर्यां कर्म चेदहं सङ्करस्य च कर्तास्याम् उपहन्यामि मा प्रजाः। उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः लोकस्थितिनिमित्तस्य कर्मणः अभावः न कुर्यां कर्म चेदहं किञ्च सङ्करस्य च कर्ता स्याम् तेन कारणेन उपहन्याम् इमाः प्रजा प्रजानाम् अनुग्रहाय प्रवृत्तः उपहतिम् उपहननं कुर्याम् इत्यर्थः। मम ईश्वरस्य अननुरूपम् अपद्येत। यदि पुनः अहमिव त्वं कृतार्थबुद्धिः आत्मवित् अन्यो वा तस्यापि आत्मनः कर्तव्य अभावेऽपि परानुग्रहः एव कर्तव्यः इत्याह सक्तः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत कुर्याद्विद्वांस्तथा सक्तः चिकीर्षुर्लोकसङ्ग्रहम्। सक्ताः कर्मणि अस्य कर्मणः फलं मम भविष्यति इति केचिन् अविद्वांसः यथा कुर्वन्ति भारत कुर्य विद्वान् आत्मवेत् तथा असक्तः स तद्वत् किमर्थं करोति तच्छृणु। चिकीर्षु कर्तुमिच्छुः लोकसङ्ग्रहम् एवं लोकसङ्ग्रहं चिकीर्षोः न मम आत्मविदः कर्तव्यम् अस्ति अन्यस्य वा लोकसङ्ग्रहम् उक्त्वा ततः तस्य आत्मविदः इदमुपदिश्यते न बुद्धिभेदं जनये अज्ञानं कर्मसङ्गिनां जोषयेत् सर्वकर्माणि विद्वानुक्तः समाचरन्। बुद्धिर्भेदः बुद्धिभेदः मया इदं कर्तव्यं भोक्तव्यं च अस्य कर्मणः फलम् इति निश्चयरूपायाः बुद्धेः भेदं चालनं बुद्धिभेदः तं न जनयेत् न उत्पादयेत् अज्ञानम् अविवेकिना कर्मसङ्गिना कर्मणि आसक्तानाम् आसङ्गवता। किं न कुर्यात् जोषेत् कार्ये सर्वकर्माणि विद्वान् स्वयं तदेव अविदुषां कर्मयुक्तः अभियुक्तः समाचरन्। अविद्वान् अज्ञः कथं कर्मसु सज्जते इत्याह प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ताहमिति मन्यते। प्रकृतेः प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां साम्यावस्था तस्याः प्रकृतेः गुणैः विकारैः कार्यकरणरूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्वप्रकारैः अहङ्कारविमूढात्म कार्यकरणसङ्गात आत्मप्रत्ययः अहङ्कारः तेन विविधं नानाविधं मूढः आत्मा अन्तःकरणं यस्य सः अयं कार्यकरणधर्मः कार्यकरणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमानः तत्तत्कर्मणाम् अहं कर्ता इति मन्यते। यः पुनः विद्वान् तत्त्वविद्तुमहाबाहो गुणकर्मविभागयोः गुणागुणीषु वर्तन्ते इति मत्वा न सज्जते। तत्त्वविद्वमहाबाहो कस्य तत्त्वमि गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्ववित् इत्यर्थः। गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते शक्तिं न करोति। ये पुनः प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसो तान् कृत्स्नविदो मन्दं कृत्स्नभिन्नविचालये प्रकृतिः गुणैः सम्यक् मूढाः सम्मोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुणकर्मसु वयं कर्म कुर्मः फलाय इति तान् कर्मसङ्गिनः अकृत्स्नविदः कर्मफलमातृदर्शिनः मन्दप्रज्ञा कृत्स्नविद् आत्मवि स्वयं न विचालये बुद्धिभेदकरणमेव चारणं तन्न कुर्यात् इत्यर्थः कथं पुनः कर्मणि अधिकृतेन अज्ञेन मोक्षेण कर्म कर्तव्यम् इति उच्यते मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा निराशीर्निर्ममो भूत्वा युज्यस्वविगतज्वरः मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि सन्न्यस्य निक्षिप्य अध्यात्मचेतस विवेकबुद्ध्या अहं कर्ता ईश्वराय भृत्युत्करोमि इति अनया बुद्ध्या किञ्च निराशी त्यक्ताशी निर्ममः मम भावश्च निर्गतः यस्य तव सत्त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरः विगतसन्तापः विगतशोकस्सन्नित्युक्तः यदेतन्मम मतं कर्म कर्तव्यमिति सप्रमाणमुक्तं तत्तथा ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः श्रद्धावन्तो न सूयन्तो मुच्यन्ते तेऽपि कर्मभिः ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते मानवाः मनुष्याः श्रद्धावन्तः श्रद्धदानाः अनसूयन्तः असूयां च मयि परमगुरौ वासुदेवे अकुर्वन्तः मुच्यन्ते तेऽपि एवं भूताः कर्मभिः धर्माधर्माख्यैः ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतं सर्वज्ञानविमूढांस्तां विद्धि नष्टान चेतसः ये तु तद्विपरीतः ये तत् मम मतम् अभ्यसूयन्तः निन्दन्तः नानुतिष्ठन्ति नानुवर्तन्ते मे मतं सर्वेषु ज्ञानेषु विविधं मूढाः ते सर्वज्ञानविमूढान्तां विद्धि जानीहि नष्टान् नाशं गतान् अचेतसः अविवेकिनः कस्मात् पुनःकारणात् त्वदीयं मतं नानुतिष्ठन्ति परधर्मानुतिष्ठन्ति स्वधर्मं च नानुवर्तन्ते त्वत्प्रतिकूलाः कथं न बिभ्यति त्वच्छासन अतिक्रमदोषः तत्राहं सदृशं चेष्टते स्वस्याहं प्रकृतेर्ज्ञानभानपि प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति सदृशम् अनुरूपं चेष्टते चेष्टां करोति कस्य स्वस्य स्वकीयायाः प्रकृतिः प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारः वर्तमानजन्मादौ अभिव्यक्तः सा प्रकृतिः तस्याः सदृशमेव सर्वो जन्तुः ज्ञानवानपि चेष्टते किं पुनर्मूर्खः तस्मात् प्रकृतिं यान्ति अनुगच्छन्ति भूतानि प्राणिनः निग्रहः निषेधरूपः किं करिष्यति मम वा अन्यस्य वा यदि सर्वो जन्तुः आत्मनः प्रकृतिसदृशमेव चेष्टते न च प्रकृतिशून्यः कश्चिदस्ति ततः पुरुषकालस्य विषयानुत्पत्तेः शास्त्र आनुत्यक्यपरब्धौ इदमुच्यते इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ तयोर्नवशमागच्छे तौ यस्य परिपन्थिनौ इन्द्रियस्य इन्द्रियस्य अर्थे सर्वेन्द्रियाणामर्थे शब्दादिविषये इष्टे रागः अनिष्टे द्वेषः इत्येवं प्रतीन्द्रियार्थं रागद्वेषौ अवश्यं भवेत् तत्रायं पुरुषकारस्य शास्त्रार्थस्य च विषये उच्यते शास्त्रार्थे प्रवृत्तः पूर्वमेव रागद्वेषौ वशं न आगच्छेत् या हि पुरुषस्य प्रकृतिः सा रागद्वेषपुरस्सरा एव स्वकार्ये पुरुषं प्रवर्तयति तदा स्वधर्मपरित्यागः परधर्म अनुष्ठानं च भवति यदा पुनः रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्त्रदृष्टिरेव पुरुषः भवति न प्रकृतिवशः तस्मात् तयोः रागद्वेषयोः वशं न आगच्छेत्। यतः तौ हि अस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्करौ इव पथि इत्यर्थः। तत्र रागद्वेषप्रयुक्तो मन्यते शास्त्रार्थमपि अन्यथा परधर्मोऽपि धर्मत्वात् अनुष्ठेयेव इति। तदसतु श्रेयां स्वधर्मो विगुणः परधर्मास्वनुष्ठितां स्वधर्मे निधनं श्रेयः परधर्मो भयावहः। श्रेयान् प्रशस्यतरः स्वधर्मः स्वधर्मः विगुणः अपि विगतगुणोऽपि अनुष्ठीयमानः परधर्मात् स्वनुष्ठित सात्पुण्येन सम्पादितादपि स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात्। कस्मात् परधर्मः भयावहः नरकादिलक्षणं भयम् आवहति यतः। यद्यपि अनर्थमूलं ध्यायतो विषयान् पुंसः इति रागद्वेषो हि अस्य परिपन्थिनम् इति च उक्तं विक्षिप्तम् अनवधारितं च तदुक्तं तत्संक्षिप्तं निश्चितं च इदमेव इति ज्ञातुमिच्छन् अर्जुनः उवाच ज्ञातैः तस्मिन् तदुच्छेदाय यत्नं कुर्यामिति। अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः अनिच्छन्नपि वाष्णेयं बलादिव नियोजितः। अथ केन हेतुभूतेन प्रयुक्तस्सन् राज्ञय वृत्तिः अयं पापं कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन्नपि हे वार्ष्णीय वृष्णिकुलप्रसूत बलात् इव नियोजितः राज्ञ इव इति उक्तो दृष्टान्तः।